नमस्कारः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अद्य नूतनविषयः अस्ति प्रेरणार्थिनिच् विशेषाः हलन्तदातवः इति। तत्र आरम्भतः पठामः। तर्हि आदौ अनिमा भगिनी आरब्धुमिच्छति वा? कुतः पठनीयं भगिनि? आरम्भतः गते करपत्रे इति। गते करपत्रे प्रेरणार्थे निचि विशेष अजन्तधातवः अवलोकिताः। अधुना विशेषहलन्तधातवः परिशीलनीयाः एकैकस्मिन् पाठे। यत्र सामान्यरूपाणि दत्तानि तदा विशेषरूपाणि दत्तानि भवन्ति। तत्र केवलं कानिचन विशेषोदाहरणानि इति न, अपि तु संस्कृतभाषायां यावन्ति विशेषरूपाणि तानि सर्वाणि। क्रमेण अष्टाध्याय्यां दीयन्ते, सूत्रक्रमाधारेण अत्र उपस्थाप्यन्ते। इतः अग्रे इतोपि विशेषरूपाणि न सन्ति एव। मातुः चिन्तनविधिना एकं समग्रं चिन्तनं सिद्ध्यति। यदा तया एका प्रक्रिया पाठ्यते तदा द्विसहस्रं धातून् अवलम्ब्य पाठयति सा। एकोऽपि धातुः नावशिष्यते। अतः कश्चन धातुः विशेषेषु नोक्तं चेत् स च धातुः सामान्यः एव। इत्थञ्च मातुः पाठं जानाति चेत् सर्वान् धातून् जानाति। अस्मिन् करपत्रे सर्वे धातवः हलन्तधातवः एव, येषां रूपाणि विशिष्टानि। सामान्यहलन्तधातूनां कार्यम् अत उपधायाः पुगन्धलघुपधस्य च इति सूत्राभ्यां सिद्ध्यति। अस्मिन् करपत्रे ये धातवः पठिताः तेषाम् आधिक्येन विशिष्टाः आगमाः आदेशाः च सन्ति, यथा अजन्तधातूनां स्थितिः। भगिनि, आदौ यद् प्रथमपरिच्छेदः इति यत् पठितं तत् तस्य विवरणं करोतु। द्विसहस्रं धातून् अवलम्ब्य एव साधारणपाठनम् अस्ति। माता तु एकमपि धातु न त्यक्त्वा एव पाठयति। कश्चन धातु विशेषेषु नोक्तम् इति किं कोऽपि धातुः न उक्तं चेत् च सः धातुः सामान्यः इति उक्तम्। अहं चिन्तयामि सर्वान् धातून् तत्र उल्लेखिताः एव भवन्ति इति उक्तं तत्र। सामान्यधातवः भवन्ति, नो चेत् विशेषः भवन्ति। पूर्वमेव जातं, प्रथमकरपत्रे एव अस्माभिः चर्चितं सामान्यधातूनां कथं भवति इति। ओ, इदानीं हलन्तधातूनां कार्याणां चर्चा भवति इति। विशेषधातूनां चर्चा, हलन्तधातुषु विशेषधातूनां चर्चा। सामान्यहलन्तधातूनां विषये अस्माभिः दृष्टं यत् उपधायां ह्रस्व अकारः अस्ति चेत् अत उपधायाः इत्यनेन वृद्धिः भवति। उपधायां लघु इक्वर्णः अस्ति चेत् पुगन्तलघुपदस्य च इत्यनेन गुणः भवति। निच् प्रत्ययः अर्धधातुकप्रत्ययः, अर्धधातुकप्रत्यये परे हलन्तधातूनाम् अत उपधायाः अथवा पुगन्तलघुपदस्य च इत्यनयोः सूत्रयोः कार्यं सामान्यधातुषु भवति, सामान्यहलन्तधातुषु। इदानीं विशेषधातवः यत्र सन्ति तत्र विशिष्टसूत्राणि सन्ति, तत्र धात्वादेशाः भवन्ति। विशेषधातवः इत्युक्ते किम् इति चेत् तत्र धात्वादेशाः भवन्ति, प्रत्येकं धातूनां। हा, प्रत्येकं विशिष्टधातोः विषये विशिष्टसूत्रं वर्तते, येन धातोः रूपस्य परिवर्तनं भवति। अस्तु अस्तु, अवगतं। तर्हि तदेव इदानीम् अस्मिन् करपत्रे वयं पश्यामः। विशिष्टधातवः ये सन्ति हलन्तधातवः, तेषां विषये विशिष्टसूत्राणि कानि इति इदानीम् अद्य पठ्यते. इत्युक्ते तत्र सामान्यधातूनाम् इदानीं मया उक्तं, तत्र अग्रिमपरिच्छेदे तदेव उक्तम्, अतोपदायाः पुगन्तलघुपदस्य च इति द्वाभ्यां सूत्राभ्यां कार्यं सिद्ध्यति सामान्यधातुषु. अत्र अस्मिन् करपत्रे विशिष्टधातूनां चिन्तनं क्रियते. अस्तु, इदानीम् अवगतम्. समीचीनं, तर्हि अग्रे गच्छामः. सूर्यकुमारी भगिनी अग्रे पठति वा? भगिनि, अस्मिन् करपत्रे सर्वे धातवः हलन्तधातवः. अस्मिन् करपत्रे सर्वे धातवः हलन्तधातवः एव. येषां रूपाणि विशिष्टानि. सामान्य हलन्तधातूनां कार्यम् अथ उपधायाः पुगन्तलघुपदस्य च इति सूत्राभ्यां सिद्ध्यति. अस्मिन् करपत्रे ये धातवः पठिताः तेषाम् आधिक्येन विशिष्टाः आगमाः आदेशः च सन्ति. यथा अजन्तधातूनां स्थितिः, यदा त्वया उक्तं सामान्य हलन्तधातवः अथ उपधायाः पुगन्तलघुपदस्य च द्वौ सूत्रौ कार्यं द्वे सूत्रे कार्यसिद्धिः भवति. अन्यानि हलन्तधातवः विशिष्टधातवः सन्ति. तेषां हलन्तदातवः विशिष्टाः सन्ति. आगमाः आदेशः च इत्यादि अजन्तधातु, यदा अजन्तधातूनामपि तथैव. अजन्तधातूनां विषये अस्माभिः पूर्वस्मिन् करपत्रे दृष्टमासीत्. आम्, विशिष्टसूत्राणि कानि इति पूर्वस्मिन् करपत्रे अस्माभिः दृष्टानि. इदानीं हलन्तधातूनां विशिष्टसूत्राणि कानि, यत्र आगमः आदेशः भवन्ति, आधिक्येन आदेशः, कुत्रचित् आगमः अपि. इदानीं पश्यते पठामि वा? पठतु. धात्वादेशः निचपरे के धात्यादेशः भवन्ति इति अत्र सूच्यते. प्रक्रिया एवमस्ति यत् धातोः पूर्णतया आदेशः अस्ति तदा अलोन्तस्य इत्यनेन अन्तिमवर्णस्य एव स्थाने आदेशः विहितः भवति. सप्तमाध्यायस्य तृतीयपादस्य अनुवर्तनक्रमे इमानि सूत्राणि आयन्ति. अस्मिन् प्रकरणे आरम्भे अजन्तधातूनाम् आगमः तदा क्रमेण हलन्तधातूनां धात्वादेशः. गतपाठे अजन्तधातूनां एते आगमाः प्रदर्शिताः. निचपरे धात्वादेशः भवन्ति अधोभागे. यद्धातोः पूर्णतया आदेशः अस्ति तदेव अलोन्तस्य इत्यनेन अन्तिमवर्णस्य एव स्थाने आदेशः विहितः भवति. तानि सूत्राणि सप्तमाध्यायस्य तृतीयपादस्य अनुवर्तनक्रमे सन्ति. अस्मिन् प्रकरणे अजन्तधातूनाम् आगमः तथा क्रमेण हलन्तधातूनां धात्वादेशः आगमः प्रदर्शिताः. अत्र प्रथमसूत्रम् अत्तिह्रीव्लीरि क्नुयीक्षाम्यातां पुङ्नौ इत्यनेन आकारान्तधातवः पुकागम भवति. तत्र विशिष्टधातूनां सूचनमपि भवति. रु धातु ह्रि उलि रि क्नुयि क्षाम्य क्षाम्य इत्यादीनां स्याच्च सा ह्वा ह्वा व्या वेपां युक् ए धातवः सूचिताः ते पुक्स्थाने युक् आगमो भवति. ओ विधुनने जुक् वा धातु परे विशिष्टार्थे पुक्स्थाने जुक् आयाति. लीलोर्नुक्ल लुका वन्यसदस्यां स्नेहविपातने तत्र स्नेहविपातनार्थे ली धातु ला धातो परे लुक् नुक् ली स्थाने ला स्थाने लुक् लुक् आयाति. भियो हेतुर्भये शक् हेतुभये भी धातोः सुक् आयाति. पुक् परि पुक् स्थाने सुक् आयाति. तस्मिन्नेव प्रकरणे अनुक्रमेण हलन्तधातूनां धात्वादेशः इति. बहु सम्यक् भगिनि, समीचीनं, धन्यवादः. धन्यवादः. तत्र सम्यक्. तर्हि इदानीम् अष्टाध्यायाम् एकवारं पश्यामः. सप्तमाध्यायस्य तृतीयपादे 125 पृष्ठसङ्ख्या 125-101 पृष्ठे सूत्रं 36 षट्त्रिंशत्तमं सूत्रम् अत्र पश्यति वा लक्ष्मीभगिनी, पश्यति वा पुनः पुटसङ्ख्या किं भगिनि? 125 सप्तमाध्यायस्य तृतीयपादे 36 सूत्रम् पश्यन्ती अस्मि भगिनि. किम् अस्ति सूत्रं? 36 सूत्रम् अर्ति ह्रीव्लि क्रि क्नुयि क्ष्मायातां पुगुणौ तदेव. हा, तेन सूत्रेण पुगागमः. इदानीम् आगमसम्बद्धसूत्राणि, आगमसम्बद्धसूत्राणि एकत्र सन्ति. तत्तु एकं सूत्रं. द्वितीयं सूत्रं किम्? सा च सा ह्वा व्या वेपां युक् तत्र युगागमः. अग्रे वो विधुनने जुक् लीलोर्नुक् लुका वन्यतरस्यां स्नेहविपातने नुकागमः लुकागमः च. भियो हेतुभये शुक् शुकागमः. परं स्वायो वः शदेरगतौ तः रुह वो अन्यतरस्याम्. अत्र त्रीणि सूत्राणि यानि सन्ति एतानि हलन्तधातूनां विषये. स्पायो वः इत्यत्र अत्र तु आगमः नास्ति, आदेशः. प्रथमतया आगमः आसन्, इदानीम् आदेशः. स्पायो वः शदेरगतौ तः रुहः पोन्यतरस्याम् इति त्रीणि सूत्राणि अत्र अग्रे वयं क्रमेण वयं पठामः. अनन्तरं षष्टाध्यायस्य चतुर्थपादे षष्टाध्यायस्य चतुर्थपादे 116 पृष्ठसङ्ख्या तत्र 90 116 मम पुस्तके 116 शतमाध्याये चतुर्थपादः खलु? षष्टाध्याये चतुर्थपादः. सूत्रं 90 किमस्ति सूत्रम्? दोषो नौ अनन्तरं वा चित्तविरागे वा चित्तविराग इति सूत्रद्वयं तदपि वयं पठामः. ह्रस्वः मितां ह्रस्वः इति तु पठितं, तावदेव. छिन्नमलो दीर्घो अन्यतरस्याम् इति अत्र नास्ति. मितां ह्रस्वः अनन्तरं तत्र पूर्वं यत्र भवती पठितवती सप्तमदेश तृतीयपादे, तत्रैव 32 सूत्रं 32 द्वात्रिंशत्तमं सूत्रं किमस्ति? हंसो छिन्न छिन्नलोः. हा, हनस्तो छिन्नलोः इति सूत्रमपि वयम् इदानीं पश्यामः. छिन्नलोः इति वयं पश्यामः. अनन्तरं तस्मिन्नेव पृष्ठे 54 अत्र केनचित् म्यूट् करणीयं. सरस्वती भगिनी कृपया होहन्तेर् निम्नेषु तद्वा. हा, होहन्तेर्निम्नेषु इति अपि सूत्रं वयम् इदानीं पठामः. तावदेव इति चिन्तयामि. इति एतानि सर्वाणि निष्प्रसङ्गे प्रसक्तानि सूत्राणि. अस्तु, इदानीम् अग्रे भवत्येव पठतु. स्पायोवः स्पाय् धातुः. आं भगिनि, तस्मिन्नेव प्रकरणे अनुक्रमेण हलन्तधातूनां धात्वादेशाः. स्पाय् धातुः, स्पाय् भ्वादिगणे लटि स्पायते, अर्थः स्थूलः भवति. स्पायोवः, निचि प्रत्यये परे स्पाय् धातोः स्थाने व आदेशः भवति. अलौन्त्यस्य इत्यनेन अन्तादेशः स्पायः षष्ट्यन्तं वः प्रथमान्तं द्विपदमिदं सूत्रम्. अर्ति ह्रीव्रि ऋक् नुयिक् श्वायातां पुग्नौ इत्यस्मात् नौ इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं स्पायः वः नौ. अग्रे अपि पठानि वा? पठतु. भाय् हेतुमती च इत्यनेन प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोः णिच् स्पायो गणिच् स्पायोः वः इत्यनेन स्पाय् धातोः वकारादेशः स्भाव योग इ स्पावि. सनाद्यन्ताः धातवः इत्यनेन स्भावि इति निजन्तस्य धातुसंज्ञा भावि योगशप् योगति स्भावयति इति अन्तिमरूपम्. अत्र हलन्तविशेषप्रथमधातुः स्भा इति धातुः, तस्य विशिष्टकार्यं किम् इति चेत् निचि परे स्पा इति धातुः निच् प्रत्यये परे तत् भ्वादिगणे अस्ति, तर्हि प्रेरणार्थे निच् यदा भवति निचि प्रत्यये परे स्भा इति धातुः स्थाने वकारादेशः भवति इति उक्तम्. तर्हि स्पा इत्यत्र कुत्र वकारादेशः इति प्रश्ने अलौन्त्यस्य इति सूत्रं सहकरोति. तत्र अन्तिम अल्वर्णस्य स्थाने इति स्वीकृत्य स्पा इति धातोः अन्तिमवर्णः यकारः, तस्य स्थाने वकारादेशः भवति इति अर्थः स्यात्. तर्हि स्पायः वः नौ इति स्पा इति धातोः यकारस्य स्थाने वकारादेशः नौ परे भवति इति सूत्रार्थः. अत्र हेतुमति च इति सूत्रेण निच् प्रत्ययः विधीयते. इत्युक्ते यत्र धातुः प्रयोजकव्यापारे प्रेषणादौ भवति तस्मिन् अर्थे निच् प्रत्ययः परे यथा विधीयते तस्मिन् तस्यां वेलायां स्थायो वः इति सूत्रेण स्पा इति धातुः यकारस्य स्थाने वकारादेशः भूत्वा स्भाव योग इ निच् इत्यस्य केवलम् इकारः तिष्ठति. तर्हि स्भावि इति नूतनधातुः निष्पद्यते. तत्र धातुत्वम् आयाति सनाद्यन्ताः धातवः इति सूत्रेण. तर्हि स्भायि इति इदानीं धातुसंज्ञा भूत्वा शप् प्रत्ययः विधीयते. तर्हि स्भावि योग शप् योग ति इत्यस्मिन् सन्दर्भे स्भावयति इति रूपात्र गुणकार्यमपि भूत्वा स्भावि योग शप् स्भावे भावे योग आ तत्र यचोयवायावः स्भावय स्भावै योगति स्भावयति इति अन्तिमरूपं स्यात्. न ऐ आदेशः इति उक्तवती वा न गुणकार्यं प्रथमतया सम्भवति एकारः स्फावे स्फावे योग अकारः यचोयवायावः स्फावै अस्ति हा गुणकार्यं स्फावि इत्यत्र स्फावे अनन्तरम् ऐ आदेशः सम्यक् अस्तु अस्तु समीचीनम् तर्हि रूपं किं स्फावयति इति अन्तिमरूपं स्फावयति इति रूपं तत्र कः उषाभगिनी एकं वाक्यं वदति वा स्फावयति स्फावयति इत्युक्ते तु वर्धनमिति स्थूलः वर्धनं स्थूलः भवति पावयति निजन्तरूपं माता माता प्रथमतया अन्निजन्त वाक्यम् उक्त्वा तदनन्तरं निजन्तवाक्यं शिशुः शिशुः स्फायति भ्वादिगणे लटि स्फायते शिशुः स्फायते लटिवाक्यम् अनन्तरं निजन्तवाक्यं माता शिशुं अत्र स्फावयति स्फावयति माता शिशुं स्फावयति स्फावयते अपि भगिनि स्फावयति स्फावयते आम् स्फावयति स्फावयति स्फावयते इति रूपद्वयम् इत्युक्ते वर्धनार्थम् इत्युक्ते इत्युक्ते शिशुः स्वयं वर्धय स्वयं वर्धते माता शिशुं वर्धयति इत्यस्मिन् अर्थे उक्तवती खलु बट् स्वयमेव स्फायते पोषयति माता शिशुं स्फावयति इति कृते माता शिशुं पोषणं कारणेन स्फावयति इति कृते किमपि अत्र इतोपि योजयित्वा वक्तुं शक्यते अत्र अकर्मकः अस्ति खलु तर्हि अर्थः कथं स्यात् भगिनि अकर्मकः धातुः अस्ति तदर्थमेव भगिनी उक्तवती माता अन्नपोषणेन शिशुं स्फावयति स्फावयति अन्नपोषणेन शिशुः स्फायते इति अस्ति इदानीं माता अन्नपोषणेन शिशुं स्फायति इति यदि तादृशं किमपि योजयित्वा वक्तुं शक्यते खलु अधिकघृतं परिवेशयित्वा किमपि वक्तुं शक्यते सम्यक् भगिनि तत्र मूले तु स्फायते इत्येव अस्ति अग्निपदिरूपमस्ति तत्र न श्रूयते भगिनि किञ्चित् उच्चैः वदतु न श्रूयते वा अधुना श्रूयते वा भगिनि अधुना श्रूयते वा तत्र मूले तु धातु आत्मनेपदिरूपमस्ति स्फायते इति अस्ति तस्मात् अनन्तरं स्फावयति इति भवति किल तत्र रूपद्वयं केन सूत्रेण भवति भगिनि निचश्च इति सूत्रेण धन्यवादः अस्तु तर्हि इदानीम् अग्रे गच्छामः षड् अत्र सूत्रार्थः स्पष्टः खलु स्पायोवः इति किमपि नास्ति स्पायधातोः अन्तिमवर्णस्य स्थाने वकारादेशः भवति नौ परे अस्ति अत्र विकल्पेन इति नास्ति अतः नित्यरूपेण एव भवति अत्र अष्टाध्याय्यां रूपं दोषेण उक्तमस्ति पाययति इति अत्र आदेशः न प्रदर्शितः स्थायति इति रूपं नास्ति इति मन्ये वायुधातोः. अस्तु, इदानीम् अग्रे गच्छामः. श्रद्धधातोः अस्तु, सरस्वतीभगिनी भवती एव पठतु. आं भगिनि, षद् धातु, षद् भ्वादिगणे तुदादिगणे च अर्थः शातने जीर्णं भवति क्षीणं भवति, लटि शीयते उभयत्र. शितिपरे पाघ्राध्मास्था दीर्घसूत्रमस्ति इत्यनेन शीय इति धात्वादेशः. शदेः शितः इत्यनेन यद्यपि अयं धातुः परस्मैपदे किन्तु शितिपरे आत्मनिपदे भवति, तदर्थं लटि शीयते किन्तु लृटि क्षत्स्यति. शीयते इत्यस्य अर्थः कृशः भवति क्षीणः भवति उभयोः गणयोः. प्रेरणार्थे शातनम् इत्युक्ते पीडनम्. अस्मिन् अर्थे केवलं निजन्तरूपं सम्भवति, कष्टं ददाति पीडां करोति इति अर्थे केवलं निजन्तरूपं, यतोहि अनिजन्ते षद् धातुः अकर्मकः. निजन्ते अस्य धातोः अन्यः अर्थः गत्यर्थकः अनुधावति इति. तर्हि षद् धातु अस्ति, षद् धातु भ्वादिगणे अपि अस्ति तुदादिगणे अपि अस्ति. तस्य अर्थः शातने अथवा जीर्णं भवति क्षीणं भवति एवं भवति द्वयोर्गणे अपि उभयत्रापि. तर्हि लटीरूप शीयते एवं भवति, यतोहि केवलं लट् यदि षित् परे अस्ति तर्हि तस्य आत्मनेपदं भवति, नो चेत् तस्य परस्मैपदम्. अतः सार्वधातुकं नास्ति चेत् तस्य परस्मैपदी भवति, इत्युक्ते लृटि मध्ये सर्वं लृटि लुटि एवं सर्वं परस्मैपदं परस्मैपदी भवति. अर्थः अत्र शीयते, लटि शीयते भवति आत्मनेपदं, तस्य अर्थः कृशः भवति अथवा क्षीणः भवति. प्रेरणार्थे केवलं तस्य अर्थः यदि पीडनमस्ति पीडनमस्ति तर्हि निजन्तरूप भवति, नो चेत् एतत्तु अकर्मकधातुः अस्ति. अतः केवलं यदा पीडनार्थे तस्य प्रयोगं भवति तदैव निजन्तरूपं भवति. निजन्तरूपे निजन्त विहाय अन्य अर्थे तस्य अकर्मकधातु भवति. अतः किं रूपं रूपम् आदेशः न भवति वा? किं वक्तुमिच्छति? निजन्ते गत्यर्थकः भवति, अस्य धातोः अन्य अर्थः गत्यर्थकः न भगिनि, यः कोऽपि अर्थः भवतु परन्तु निजन्तरूपं भवति खलु? अस्तु, प्रथममपि तावदेव अस्ति. अत्र कश्चन भ्रमः अस्ति भगिनि. आं, प्रेरणार्थे प्रेरणार्थे शातनम् इत्युक्ते पीडनं. अस्मिन् अर्थे केवलं निजन्तरूप सम्भवति. अनिजन्ते रूपे अकर्मकः अस्ति, अतः एवं दत्तमस्ति. परन्तु अहमपि न अवगतवती किमर्थम् अकर्मकरूप अस्ति तर्हि रूपमस्ति तर्हि तस्य निजन्त तु भवति न वा? अत्र किम् उक्तं प्रेरणार्थे शातनम् इत्युक्ते किञ्चित् म्यूट् करोतु. प्रेरणार्थे शातनम् इत्युक्ते पीडनम्. अस्मिन् अर्थे केवलं निजन्तरूपं सम्भवति. कष्टं ददाति पीडां करोति इति अर्थे केवलं निजन्तरूपं, यतोहि अनिजन्ते षड् धातुः अकर्मकः. अत्र अत्र किं वक्तुम् इच्छति इति सम्यक्तया न बुद्ध मयापि, परन्तु वार्ता का इति चेत् धातोः यः कोऽपि अर्थः भवतु, परन्तु निजन्तरूपं प्रेरणार्थे निश्चितरूपं भवति एव, परन्तु तत्र वाक्ये भेदः भवति. अकर्मकप्रयोगः अस्ति चेत् वाक्ये तत्र प्रयोजकर्तुः कर्मत्वं भवितुम् अर्हति, अकर्मकप्रयोगः नास्ति चेत् तदानीं तु कर्मत्वं न भवति इति, तावान् भेदः तु अस्ति. अणिजन्ते षड् धातोः अकर्मकः प्रयोगः. इदानीं वाक्यं स्वीकृत्य वयं पश्यामः, तदानीं प्रायः स्पष्टः स्यात् तत्र किं वक्तुमिच्छति इति, परन्तु अत्र अस्मिन् परिच्छेदे किम् अस्ति इति एकवारं वदतु. अग्रे वा भगिनी वा तदेव परिच्छेदे? न, अस्मिन् परिच्छेदे सारांशरूपेण किम् अस्ति अत्र? अस्मिन् परिच्छेदे तु अस्ति यत् षड् धातु भादिगणे अपि अस्ति, तुदादिगणे अपि अस्ति, षट् सार्वधातुक प्रत्यय अस्ति, तदा तस्य आत्मनेपदरूपम् आत्मनेपदीरूपं भवति, नो चेत् परस्मैपदरूपं भवति. प्रेरणार्थे तस्य केवलं तस्य अर्थः यदि पीडनमस्ति तर्हि तस्य निजन्तरूपं भवति, नो चेत् यतोहि अनिजन्तरूप अनिजन्ते षड् धातु अकर्मकः अस्ति. निजन्ते अस्य निजन्ते धातोः अन्य अर्थः अपि अस्ति, गत्यर्थकः अनुधावति इति. पीडनम् इति अर्थः प्रेरणार्थे भवति अथवा न भवति एव. इदानीं पश्यामः, उदाहरणं स्वीकृत्य पश्यामः, तदानीं प्रायः स्पष्टः स्यात् अत्र किम् उक्तम् इति. परन्तु तस्मात् पूर्वम् अत्र षड् धातोः विषये विशेषरूपं किम् इति एकवारं दृष्ट्वा अनन्तरं चिन्तनं कुर्मः. तर्हि इदानीं पाग्राद्मा तामान् इति तत्र सूत्रं सम्पूर्णतया पठनस्य आवश्यकता नास्ति. अत्र तु लटि इत्यस्मिन् विषये षड् धातोः स्थाने शीय इति आदेशः भवति शितिपरे इत्येव तत्र सूत्रार्थः, तत्र धात्वादेशः भवन्ति. अत्र अस्मिन् दीर्घसूत्रे षड् इत्यस्य धातोः विषये शीय इति आदेशः भवति, अतः एव शीयते इति रूपं, षड् धातोः शीयते इति रूपं भवति लटि क्षितिपरे. इदानीं निजन्तप्रसङ्गे षदेः अगतौ सः इति सूत्रम् इदानीं पश्यामः. तर्हि इदानीं विजयलक्ष्मी भगिनी पठतु. पाघ्रात् ततः वा भगिनि? पाघ्रा इति सूत्रस्य पठनस्य आवश्यकता नास्ति, तत्र केवलं लटि शीय इति आदेशः भवति तावदेव, क्षितिपरे केवलं क्षितिपरे आदेशः भवन्ति, क्षितिपरे केवलं क्षितिपरे इति ध्येयम्, अतः पिबति पर अतः पिबति परन्तु पास्यति इति. पाश्च घ्राश्च ध्वाश्च सूत्रस्य पठनस्य आवश्यकता नास्ति भगिनी, यतो एतत् सूत्रं तु पूर्वं पठितं भुवादिगणे, अतः किमपि नूतनं नास्ति, अतः तत् त्यजामः. अत्र केवलं धात्वादेशः अस्ति, शदस्थाने शीय इति आदेशः शितिपरे तावदेव. इदानीम् अस्माकं सूत्रं प्रकृतसूत्रं प्रति गच्छामः. शदेरगतौ निजन्ते शदेरगतौ तः, षद् धातोः तकारादेशो भवति निचिपरे अगत्यर्थे, न गतिः अगतिः तस्याम् अगतौ अलोन्त्यस्य इत्यनेन अन्तादेशः, षदेः षष्ट्यन्तम् अगतौ सप्तम्यन्तं तः प्रथमान्तं, तः इत्यस्मिन् अकारः उच्चारणार्थमेव अस्ति. अर्तिह्री क्ष्मायातां पुग्नौ इत्यस्मात् नौ इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रं षदेः तः नौ अगतौ. अत्र दीर्घसूत्रेण वयं ज्ञातवन्तः षड् धातोः लटि शीय इति रूपं भवति. निजन्ते किं भवति इति अग्रे षदेरगतौ तः इति सूत्रे षद् धातोः तकारादेशः भवति. कदा भवति? निचि परे. कस्मिन् अर्थे? अगत्यर्थे. न गतिः अगतिः इति तस्याम् अगतौ. अलोन्त्यस्य इति परिभाषासूत्रेण अन्तादेशः. षदेः इति षष्ट्यन्तम्. अगतौ इति सप्तम्यन्तम्. तः इति प्रथमान्तम्. अत्र तः इत्यत्र अकारः केवलम् उच्चारणार्थः, अतः त इत्येव आदेशः. तकारः इत्येव आदेशः. अर्ति ह्रीव्लि इति सूत्रात् णौ इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं षदेः तः णौ अगतौ. गत्यर्थक अगत्यर्थे षद् धातोः निचि परे तकारादेशः भवति, स च अलोन्त्यस्य इत्यनेन अन्तादेशः इति सूत्रस्य अर्थः. अग्रेपि अत उपधायाः. उपधायाम् अतः वृद्धिः इति निति प्रत्यये परे. अत उपधायाः इति पूर्वमेव पठितवन्तः. उपधायां यदि अकारः भवति तदा णित् अथवा ङित् प्रत्ययः यदि परे अस्ति चेत् अकारस्य वृद्धिः भवति इति सूत्रस्य अर्थः. अत्र अगत्यर्थे इति अस्ति. षद् इत्यस्य हेतुमति च इति णिच् विधीयते. षद् योगः णिच्. षदेरगतौ तः इत्यनेन षत् इति किमर्थं भवति? षद् इत्येव भवति खलु भगिनि? षत् न, इदानीं तकारादेशः भवति खलु. सत्यं सत्यं. दकारस्य स्थाने षदेरगतौ तः इति दकारस्य अन्तादेशः, अतः दकारस्य स्थाने तकारादेशः भवति निचिपरे. अत उपधायाः इत्यनेन उपधा दीर्घः भवति, अतः शात् योगः इ शाति इति सनाद्यन्ताः धातवः इति निजन्तधातुः नूतनधातुः. अनन्तरं सिङ् प्रत्ययस्य योजनेन विकरणप्रत्ययमध्ये शपायति शातयति इति रूपं निष्पद्यते. गत्यर्थे? गत्यर्थे एतत्तु अगत्यर्थे अभवत्. इदानीं गत्यर्थे किं भवति? षट् योगः निच्. तत्र सः इति अन्त्यादेशः न भवति प्रायः. हा, सो षद् योगः इ अत उपधायाः इत्यनेन उपधा दीर्घः भवति. शादि शादयति इति निजन्तधातु. शादि इति निजन्तधातु. अनन्तरं तिङ् प्रत्ययस्य योजनेन शादयति इति रूपं निष्पद्यते. शादयति शादयति. समीचीनं. शातयति शादयति इति अस्ति. तत्र गत्यर्थकः इति अर्थः स्वीकृतः चेत् तदानीम् आदेशः नास्ति, धात्वादेशः नास्ति. अगत्यर्थे एव धात्वादेशः. इदानीं विजया भगिनी वदतु, अगत्यर्थे वाक्यं वदतु. वदामि महोदय, वदामि. अत्र गति अर्थौ इत्युक्ते अत्र न अत्र इदानीम् अगत्यर्थे अत्र न अगत्यर्थे प्रथमतया वदतु अगत्यर्थे किं प्रयोजनं वाक्यं वाक्यं किम् उक्तवती महोदय अगत्यर्थे वाक्यं वाक्यमेव वक्तव्यं खलु महोदय वाक्यमेव वक्तव्यम् अस्तु अत्र शातयति इति अस्ति शातयति इत्युक्ते इदानीं पीडयति इति कुत्र इदानीमेव दृष्टं मया किम् अर्थं किम् अग नागति अहु इत्युक्ते तत्र क्षीणः भवति क्षीयते आम् इदानीमेव दृष्टवन्तः शातयति अत्र शातयति मा क्षीणः भवति क्षीणयति अत्र नश्यति सामान्य अनिजन्तवाक्यमेकवद वदतु बालः क्षीणः भवति न इदानीं बालः क्षीणं भवति न भगिनि शद् धातोः लटि रूपम् अस्ति क्षीयते तत् स्वीकृत्य क्षीयते अत्र बालः बालः आरोग्यं क्षीयते वा बालकस्य आरोग्यं क्षीयते खलु सम्यक् बालकस्य आरोग्यं क्षीयते इदानीं निजान्तवाक्यं शाययति बाल माता बालं आरोग्यं शाययति इति वा अत्र किं माता बालकस्य आरोग्यं शाययति इति वक्तुमिच्छति वा माता बालकस्य माता अत्र निजन्तवाक्यम् अत्र माता एव अनन्तरं बालकस्य किमर्थं महोदय अत्र द्वितीया एव आगन्तव्यं खलु अत्र नियन्त अवस्थायां न भवत्याः अनिजन्त अवस्थायां वाक्ये कर्ता कः कर्ता अत्र बालः एव न भवत्याः वाक्यं किम् आसीत् बालकस्य बालकस्य आरोग्यम् इति उक्तवती खलु बालकस्य इति उक्तवती खलु बालकः इति न उक्तवती बालकस्य इति षष्ट्यन्तम् अस्ति अतः कर्ता कः कर्ता अत्र आरोग्यं वा आरोग्यम् एव कर्ता आरोग्यं कर्ता इदानीं निजन्तवाक्ये किं वक्तुमिच्छति बालकस्य आरोग्यं क्षीयते इदानीं माता बालकस्य रोगः इति वदतु रोगः बालकस्य रोगः शाययति बालकस्य रोगः इति न रोगः बालकस्य आरोग्यं शाययति रोगः बालकस्य आरोग्यम् आरोग्यं शाययति रोगः शातयति न तु शाययति शातयति स्थापयति शाप मया लिखितमेव स्थापयति एव रोगः बालकस्य शातयति शातयति अत्र शातयति हरणं हरण हरणविषये अपि आगच्छति वा महोदय? शातयति हरणविषये अत्र हरणं नास्ति, क्षीणः भवति, क्षीण एव पीडनं। अस्तु अस्तु, अत्र रोगः पीडनं जीर्णं भवति, क्षीणः भवति इति। किं वदति? रोगः बालकस्य आरोग्यं शातयति। समीचीनं खलु महोदय? बालकस्य आरोग्यं शातयति, शातयति। धन्यवादः महोदय। अस्तु, इदानीं गत्यर्थे अत्र कः वदति? गत्यर्थे अरुणभगिनी वदति वा वाक्यं? प्रयत्नं करोमि भगिनि। गत्यर्थे रूपमस्ति शादयति, शादयति शादयति अत्र अर्थं किं भवति भगिनि? गच्छति इति अर्थः अवगत्यर्थः गमने गमने। तर्हि अन्यन्तवस्थायां वाक्यं वदतु। सः गृहं साधयते। किं वाक्यं किम्? सः गृहं शीयते इति तदेव अत्र अत्र महोदयेन यद् लिखितमासीत् तत् अस्य विषये एव लिखितमस्ति। यदा गत्यर्थकः अस्ति गत्यर्थकः अस्ति इत्युक्ते तत्र शादयति इति गत्यर्थकः अस्ति, परन्तु अन्यन्तवस्थायां धातोः अर्थः पीडनम् अथवा क्षीणः भवति इति अर्थः। अकर्मकप्रयोगः अस्ति, अकर्मकप्रयोगे अस्ति इति कृत्वा तदानीं तत्र वाक्यं न सम्भवति, अन्यन्तवस्थायां वाक्यं न सम्भवति, यतोहि धातुः अकर्मकः अस्ति। परन्तु यदा निजन्तप्रयोगः भवति तदानीं गत्यर्थकः इति अर्थः आयाति, शातयति इति गत्यर्थः गत्यर्थकः इति अर्थः आयाति, तदानीं तत्र निजन्तवाक्यं सम्भवति, परन्तु अन्यन्तवस्थायां वाक्यं न सम्भवति। यतोहि क्षीयते इति तु क्षीणः भवति इति अर्थः। इदानीं निजन्तवाक्यं वदतु। रामः वानरान् साधयति। किं रामः वानरान् साधयति? इदानीं शादयति इत्यत्र क्लेशः अस्ति चेत् गमयति इति स्वीकृत्य वाक्यं वदतु, तदनन्तरं शाद इति स्थापयितुं शक्नुमः। गमयति इति स्वीकृत्य वाक्यं वदतु। ओके ओके, रामः अयोध्ये सरलवाक्यं वदतु। रामः अयोध्यानगरं गमयति। कं गमयति? कं गमयति रामः? किं न अन्यन्तवस्थायां वाक्यं किं भवति? गच्छति इत्यत्र किं वाक्यं भवति? ओके ओके, अन्यत् अनन्त अवस्थायां रामः वनं गच्छति। ओके, अस्तु, वनं गच्छति। अधुना अन्यन्तवस्थायां ञन्त्यवस्थायां दशरथः रामं वनं साधयति. उत्तमं. दशरथः रामं वनं साधयति इत्युक्ते गमयति इत्यर्थः. साधयति इति अत्र अत्र तु निजन्तवाक्यं कर्मपदं सकर्मकरूपेण निजन्तवाक्यं सम्भवति, परन्तु शीयते इत्यत्र तु गत्यर्थकः इति प्रयोगः नास्ति. शीयते इति तु गच्छति इति अर्थः नास्ति तद् धातोः. निजन्तवस्थायां गत्यर्थकः इत्यपि अर्थः आयाति. भगिनि अगत्यर्थके अनुधावति इति एव अर्थः भवति खलु. अनुधावति इति अर्थे आयाति. यथा गोपालकः गां साधयति इत्युक्ते सः अपि गच्छति तेन सह तैः सह. न गत्यर्थकः इत्युक्ते तत्र काशिकायां तादृश अर्थः न उक्तः. इदानीं पश्यतु काशिकायां किं कः तत्र किम् अस्ति उदाहरणं. काशिकायां तत्र उक्तं खलु गोपालकः गां गाः श्रादयति. गाः श्रादयति इत्युक्ते हि इस् फालोयिङ्ग् द कौस् इत्यर्थे एव खलु. अनुधावति इति अस्ति परन्तु गत्यर्थकः इति अस्ति खलु. हा गत्यर्थकः तदेव. दशरथः रामं वनं श्रादयति इति सम्यक् वा. यतोहि सः अपि अनुधावति खलु, किञ्चित् कालम् अनुधावति तदनन्तरं त्यजति. अस्तु किञ्चित् कालम् अनुधावति. अत्र एकक्षणं. गोपालकः गाः श्रादयति इत्यत्र गत्यर्थके अस्ति. अनन्तरं भारतसेना शत्रुसेनां श्रादयति. भगाते हैं इत्युक्ते दे चेस् देम् औट्. हा परन्तु गत्यर्थके एव अस्ति खलु. अत्र मूलवार्ता गत्यर्थकः इति अर्थः. गत्यर्थकः इत्येव मूलवार्ता खलु. सेण्ड् इति अर्थे नास्ति. चेस् अथवा काट् देम् अवे इत्यर्थे अस्ति. इत्युक्ते तत्र मूलविषयः गतिः. गतिः स्यात्. गतिः स्यात् तत्तु सत्यं. गतिः स्यात् इति इदानीं गोपालकः गाः श्रादयति इत्यत्र तत्र इदानीं बालकः बालकः ग्रामं गच्छति, पिता बालकं ग्रामं गमयति इत्यत्र गतिः कुत्र अस्ति? प्रयोज्यकर्तरि वा प्रयोजककर्तरि वा? प्रयोज्यकर्तरि खलु. पिता स्वयमपि गच्छति इति वदति वा? पिता बालकं गमयति इत्यत्र स्वयमपि गच्छति इति अर्थः न बुध्यते खलु. इफ् हि सेण्ड्स् हिम् बै बस् एवमपि भवितुम् अर्हति. अतः गमयति इत्युक्ते तत्र बालके एव गमनक्रिया. पितरि तु केवलं प्रेरणक्रिया एव अस्ति. मेक्स् हिम् गो एवं वा. मेक्स् हिम् गो. मेक्स् हिम् गो हि मोटिवेट्. अत्र अनुधावति इति अर्थे गत्यर्थकः भवति चेत् मेक्स् हिम् गो गो इति तु सूटबल् नास्ति. हा मेक्स् हिम् टु गो हि आल्सो गोस् अलाङ्ग् तदा अनुधावति इति अर्थः. अनुधावति इति गत्यर्थकः अपि अस्ति परन्तु प्रयोजककर्ता अपि तां क्रियां करोति खलु. तादृशविशिष्ट अर्थः. उदाहरणद्वये अपि अनुधावति इति अस्ति खलु. हा उदाहरणद्वये अपि अनुधावति इति अर्थः अस्ति. अपि च गमनमपि अस्ति. अस्तु वंशी भगिनी किमस्ति? हा भगिनि, अत्र शादयति तु अनुधावति इति अर्थे अस्ति, परन्तु अन्यन्तावस्थायां तु गच्छति इति अर्थे नास्ति न? अन्यन्तावस्थायां वाक्यं कथं भवति? पीडा इति अन्यन्तावस्थायां वाक्यं नास्ति इत्येव मया उक्तं खलु, अन्यन्तावस्थायां वाक्यं नास्ति, तदेव अत्र लिखितमस्ति, तदेव अत्र अत्र अत्र आशयः कः इति चेत्, यदा षद् धातुः वस्तुतः अकर्मकः अस्ति, क्षीयते क्षीयते पीडनं करोति इत्यस्मिन् अर्थे वर्तते अकर्मकः, अकर्मकप्रयोगः अस्ति, तर्हि षद् धातोः गत्यर्थकः इत्यस्मिन् अर्थे अन्यन्तावस्थायां वाक्यं नास्ति, केवलं ण्यन्तावस्थायामेव वाक्यं सत्यम्। अस्तु समीचीनम्, यतोहि अनुधावति इति अर्थः न आयाति अन्यन्तावस्थायां, यतोहि प्रयोजककर्ता एव नास्ति खलु अन्यन्तावस्थायाम्, अतः अनुधावनम् इति अर्थः न लभ्यते अन्यन्तावस्थायाम्, अतः अन्यन्तावस्थायां वाक्यं नास्ति, ण्यन्तावस्थायामेव वाक्यम्। धन्यवादः। अस्तु कोऽपि प्रश्नः वा अग्रे गच्छामः वा? अग्रे रुहुधातुः अत्र उदाहरणद्वयम् एकवारं पश्यामः। अस्तु वंशी भगिनी भवते वदतु, अत्र उदाहरणद्वयं यद् लिखितमस्ति शातयति इत्यस्य उदाहरणं काशिकायाम्। अस्तु अस्तु, शातयति इत्यस्य उदाहरणं काशिकायां, पुष्पाणि शातयति नाम क्षीणं कारयति, अन्यत् उदाहरणं दुर्जनः सज्जनं शातयति नाम पीडयति। अस्तु, तत्र गत्यर्थः यथा नास्ति अगत्यर्थे अपि अस्ति, तत्र तु शातयति इति रूपं भवति, तत्र तस्य अर्थः अस्ति पीडनं करोति, क्षीणं करोति इति अर्थे अस्ति, अतः तत्र पुष्पाणि शातयति इत्युक्ते तत्र पुष्पस्य पुष्पाणि क्षीणं करोति इति अर्थे अस्ति, यतोहि तत्रापि अकर्मकः धातुः अस्ति, अतः तत्र अन्यन्तावस्थायां वाक्यं न भवति, ण्यन्तावस्थायां न वाक्यं भवति, अत्र तु भवति पुष्पाणि शातयति क्षीयते, द्वयमपि समीचीनं वा भगिनि? अत्र पश्यतु, अत्र पुष्पाणि शातयति इत्यत्र वाक्यं सम्पूर्णमस्ति वा? नास्ति न, तत्र प्रयोजककर्ता नास्ति, तत्र प्रयोजककर्तारं योजयित्वा वदतु। अस्तु, दुर्जनः चोरः चोरयति तद्वत् भवितुमर्हति खलु भगिनि? चोरः चोरयति इति किम्? तत्र चुर् धातु दशमे गणे अस्ति, तद्वत् अत्र षड् धातु अत्र नास्ति, दशमगणे नास्ति धातुः, दशमगणे चोरयति किमर्थं भवति भगिनि? तत्र तु पीडा एव अस्ति न, पीडा इत्यस्मिन् अर्थे एव क्षीणम् इति अर्थे अस्ति, अत्र पश्यतु न, अत्र चुर् धातोः विषये यथा अस्ति तथा नास्ति, अत्र धातुः चुरादिगणीय नास्ति, अत्र धातुः भुवादिगणीयधातुः तुदादिगणीयधातुः, उभयत्र क्षीयते इत्येव रूपम्, अत्र पुष्पाणि क्षीयन्ते इति वयं वदामः चेत् पुष्पस्य नाशः, पुष्पः क्षीणः भवति, इट् वेर्स् अवे, पुष्पाणि क्षीयन्ते इति वाक्यम्। इदानीं ण्यन्तावस्थायां वयं वदामः चेत् कथं वदामः? तत्र आतपः पुष्पाणि शातयति, आतपः पुष्पाणि शातयति इति वक्तुं शक्यते, तदानीम् आतपः प्रयोजककर्ता, इदानीं धातुः अकर्मकधातुः इति कृत्वा पुष्पाणि इत्यस्य कर्मसंज्ञा भवति, केन सूत्रेण? कर्मणयोः इदानीं वंशी भगिनी वदति, वदतु गत्यर्थ गतिबुद्धिप्रत्यवसानार्थशब्दकर्म कर्मकाणाम् इति अकर्म भवति तलस्य प्रयोगं कृत्वा तत्र कर्मसंज्ञा प्राप्नोति भगिनि. अश्वाणि इत्यत्र कर्मसंज्ञा भवति गतिबुद्धिप्रत्यवसानार्थ शब्दकर्म अकर्मकाणाम् अकर्मकाणाम् इति शात् तत्र शीयते इत्यत्र अकर्मकप्रयोगः आसीत् इति कृत्वा सत्यम् अत्र द्वितीयविभक्तिः. इदानीं तत्र शीयते इति अर्थः पीडनं करोति इत्यपि अर्थः अस्ति. पीडनं करोति इत्यर्थः यदा पीडनं करोति इत्यर्थः अस्ति तदानीं तत्र कथं वाक्यं वदामः? पीडनं पीडयति इति लटि लटीरूपं भवति. पीडयति अन्यन्तवस्थायां वाक्यं किम्? बालकः पीडयति इति वदामि. न बालकः पीडयति न अत्र अत्र षड् धातुः अस्ति खलु. षड् शीयते इति अस्ति न तत्र शीयते इति लटिरूपमस्ति. शीयते तत्र शीयते तु अकर्मकः अस्ति अतः तत्र कर्म न भवति. अस्तु न उदाहरणं वदतु. तदेव मनसि एव चिन्तयन्ती अस्ति न वदतु. क्षम्यतां स्वचिन्तनं कुर्वती अस्ति अत्र अस्मान् बोधयतु. आम् उदाहरणमेव चिन्तयन्ती अस्ति किं वदामि. पीडा करोति चेत् तत्र तु बालकः मातां कर्म मातरं पीडयति शातयति. न परन्तु तत्र अन्यन्तवस्थायां वाक्यं किम् अस्ति अन्यन्तवस्थायां? माता शीयते माता शीयते न न न सारि पीडा करोति इत्यत्र तु कर्मपदम् अपेक्षितं न भगिनि तत्र अकर्मकः कथं भवति इति एव मम वाक्यं वदतु. प्रश्नं मा पृच्छतु वाक्यं वदतु. अस्तु अत्र दुर्जनः सज्जनं शातयति सज्जनः शीयते दुर्जनः सज्जनं शातयति इति वा भगिनि? सज्जनः शीयते इति अस्य अर्थः कः? तदेव सज्जनः शीयते इत्युक्ते सज्जनः इस् एक्स्पीरियन्सिङ्ग् पेन् न अत्र पीडनं करोति इति अर्थः खलु तादृश अर्थः न बुध्यते अकर्मकप्रयोगे. दुर्जनः श्रीयते श्रीयते अर्थः न बुध्यते तदेव तत्र प्रश्नः अस्ति. श्रीयते तदर्थमेव किं तत् तत्रैव भ्रमः अस्ति. श्रीयते इत्यस्य पीडा पीडा करोति अपि पीडनं करोति तत्र क्षीणं भवति इत्यपि भवितुम् अर्हति. क्षीयते इत्यत्र केवलं क्षीणं भवति इति खलु तत्तु क्षीणं कारयति इति खलु. अस्तु अत्र पश्यतु अत्र पश्यतु अत्र पश्यतु तदेव अत्र महोदय वक्तुमिच्छति. अत्र सज्जनः क्षीयते इति वाक्यं न भवति यतोहि पीडनं करोति इति अर्थः नास्ति खलु. सज्जनः क्षीयते इत्यत्र पीडनं करोति इत्यर्थः न बुध्यते केवलं निजन्तवाक्ये एव पीडनं करोति इत्यर्थः बुध्यते. अतः निजन्तवाक्ये एव पीडनं करोति इत्यर्थः बुध्यते. यथा तत्र गमयति इत्यर्थः निजन्तवाक्ये एव बुध्यते एवं पीडनं करोति इत्यर्थः अपि निजन्तवाक्ये एव बुध्यते न तु अन्यन्तवस्थायाम्. अस्तु तर्हि तु अन्यन्तवस्थायां वाक्यमेव न भवति न तत्र अन्यन्तवस्थायां वाक्यं न भवति यतोहि षड् धातुः अकर्मकः. सत्यं सत्यम् अन्यन्तवस्थायाम् अवस्थायां वाक्यं न भवति. स्वयं क्षीणं भवति इति अर्थसत्य सः आतपे गतवान् सः क्षीणितवान् इति अर्थः सज्जनः क्षीणितवान् इत्यस्य अर्थः कः कस्मिन् अर्थे भवती उक्तवती? अकर्मक क्षीणः इत्युक्ते तत्र नष्टः नष्टः भवति वेर् वेर् एण्ड् टेर् इत्यस्मिन् अर्थे उक्तवती खलु. सत्यं न तादृश अर्थः अत्र नास्ति. पीडनं करोति इति अस्मिन् अर्थे तत् निजन्तावस्थायामेव पीडनं करोति इति अर्थः खलु. हा तदेव अत्र विषयः अस्ति. तत्र षड् धातोः बहवः अर्थाः सन्ति. एकः अर्थः क्षीणः, क्षीणः भवति इति एकः अर्थः. क्षीणः भवति इत्यस्मिन् अर्थे अण्यन्तवस्थायामपि वाक्यं भवति, ण्यन्तवस्थायामपि वाक्यं भवति. पीडनम् इत्यस्मिन् अर्थे, पीडनम् इत्यस्मिन् अर्थे ण्यन्तवस्थायामेव वाक्यं भवति, अण्यन्तवस्थायां वाक्यं न भवति. एवं शादयति इत्यत्र अन्यन्तवस्थायां वाक्यं न भवति, ण्यन्तवस्थायामेव वाक्यं भवति. यतोहि अनुधावति इति अर्थः न लभ्यते अन्यन्तवस्थायां. सत्यं सत्यम्. अतः शिक्षा का इति चेत् अन्ततो गत्वा सर्वत्र अन्यन्तवस्थायां वाक्यं किम् इति वयं पृच्छामः, परन्तु सर्वत्र उत्तरं लभ्यते इति नास्ति. एतादृशस्थलानि अपि सन्ति यत्र अन्यन्तवस्थायां वाक्यमेव न सम्भवति. बुद्धं वा? तर्हि तत्र स्तरद्वये अपि अन्यन्तवस्थां वाक्यं न भवति किल? तत्र एकं तु गत्यर्थकः, अन्यत् अगत्यर्थकः, द्वयोः स्थलयोः तत्र न स्थले तत्र न भवति इत्येव निगमनं कर्तुं शक्यते किल? आम् अस्तु, आं समीचीनम्. तदेव चिन्तयति कथं भवति अन्यन्तवस्था वाक्यं तु अर्थः न बुध्यते इत्येव चिन्तयन्ति अस्मि. अस्तु, समीचीनम्. तर्हि इदानीम् अग्रे गच्छामः. रुः धातोः अत्र कोऽपि प्रश्नः अस्ति वा? सर्वैः बुद्धं वा अत्र किम् उक्तम् इति कोऽपि सारांशरूपेण वदति वा? अत्र कः वदति? उमाभगिनी वदति वा किम् अवगतम् एतावता यत् चर्चितं षड् धातोः विषये? षड्धातोः षड्धातोः क्षीणं करोति इति अर्थे विदन्तवाक्यं बहु स्थानैः श्रूयते भगिनि इति क्लेशः अस्ति. ओके, स्थापयति इति विदन्तवाक्यम् अत्र क्षीण अपि श्रूयते वा? वदतु वदतु, प्रयत्नं कुर्मः, वदतु. शातयति इति निदन्तवाक्यं, पुष्पाणि शातयति क्षीणं करोति इति इत्यर्थे, दुर्जनः सज्जनं शातयति नाम पीडयति, पीडयति इति अर्थे आगच्छति चेत् अत्र निदन्तवाक्यमेव सम्भवति. समीचीनम्. अग्रे शातयति गोपालकः सारि साधयति साधयति गति शातयति. ओके, साधयति इत्यस्य उदाहरणं काष्टिकायां गोपालकः गाः साधयति. अन्यत् उदाहरणं भारतसेना शत्रुसेना सेनां साधयति इति गमयति. सो गमयति इत्यर्थे सद्धातुः साधयति इति निदन्तवाक्यं भवति. अत्र भारत उदाहरणं दत्तं भारतसेना शत्रुसेना साधयति इति. तद् गमयति इत्यर्थे अर्थे एव अर्थे अपि गमयति इत्यर्थे निजन्तवाक्यमेव सम्भवति, न तु अन्यन्तवस्थायां वाक्यं न सम्भवति. पीडनम् इति करोति इत्यस्मिन् अर्थे अपि निजन्तवाक्यमेव सम्भवति, अन्यन्तवस्थायां वाक्यं न सम्भवति. तर्हि शातयति इत्यत्र शदेः अगतौ सः इति सूत्रेण तत्र षद् धातोः तकारादेशः अपि भवति गत्यर्थभिन्न अर्थे, गतिभिन्न अर्थे. बुद्धं वा? समीचीनं, भवती अवगतवती, सम्यक्. अस्तु, इदानीम् अग्रे सीमा भगिनी वक्तुमिच्छति वा? सीमा भगिनी प्रयत्नं करोमि भगिनि नूतनसूत्रं रुः रुः धातुः रुः बीजजन्मनि भवादिगणे लिट्टि रोहति अर्थः वर्तते उत्पद्यति उदेति उत्तिष्ठते रुः ओण्यतरस्याम् रुः धातोः विकल्पेन पकारादेशो भवति णिचि परे अलोन्त्यस्य इत्यनेन अन्तादेशः रुः षष्ठ्यन्तम् अह प्रथमान्तम् अन्यतरस्यां सप्तम्यन्तम् त्रिपदम् इदं सूत्रम् अति रि द्लि वि नुय् क्ष्मायातां पुग्णौ इत्यस्मात् उणौ इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं रुः पः णौ अन्यतरस्याम् अग्रे पठामि वा पठतु सूत्रार्थम् एकवारम् उक्त्वा सूत्रार्थम् उक्त्वा रुः इति धातोः बीजजन्मनि बीजजन्मनि तत्र अर्थे तस्य अर्थः अस्ति वर्धते उत्पतति उदेति उत्तिष्ठते लटि रुधातु भवादिगणे अस्ति लटिरूपम् अस्ति रोहति अत्र रुधातुः निजन्तप्रयोगे एकं सूत्रं कार्यं करोति रुः पोण्यतरस्याम् अत्र रुधातोः विकल्पेन पकारादेशो भवति यदा णिच् प्रत्यये परे अस्ति चेत् अत्र अलोन्त्यस्य इत्यनेन केवलं अन्त अलस्य आदेशः पकारेण भवति रुः षष्ठ्यन्तमस्ति पः प्रथमान्तमस्ति अन्यतरस्यां सप्तम्यन्तमस्ति अत्र णौ इत्यस्य अनुवृत्ति अतिरिक्ष्मायतां पुग्णौ इत्यस्य सूत्रस्य सूत्रेण इत्यनेन सूत्रेण भवति अतः अनुवृत्तिसहितसूत्रं भवति रुः पः णौ अन्यतरस्याम् इत्युक्ते रुः धातोः पः आदेशः भवति णिचि परे विकल्पेन सम्यक् सम्यक् अस्तु अग्रे किमस्ति अग्रे पकारादेशे रु हेतुमति च इत्यनेन णिच् प्रत्यय विधीयते रु योगः णिच् भवति अत्र अस्य सूत्रस्य प्रसक्तिः भवति रुः पोण्यतरस्याम् इत्यनेन हकारस्थाने पकारादेशः भवति रुप् योगः इ भवति पुगन्तलघुपदस्य इत्यनेन उपधायां लघु इक् अस्ति अतः ऋकारस्य ओकारः भवति रोप् योगः इ रोपि रोपयति इति भवति अग्रे अग्रे पकाराभावे विकल्पेन पकारादेशः भवति अतः पकाराभावे रुयोगणिच् तत्र केवलपुगन्तलघुपदस्य इति सूत्रस्य प्रसक्तिः अस्ति अतः ऋकारस्य ओकारः भवति उकारस्य क्षम्यताम् ओके उकारस्य ओकारः भवति रो योग ई रोहि रोहयति इति रूपं भवति अतः रूपद्वयं भवति रोपयति यदि पकारादेशः अस्ति चेत् रोहयति पकारादेशः नास्ति चेत् सम्यक् समीचीनं तर्हि रुहः पोन्यतरस्याम् इति सूत्रं तर्हि इदानीं किं विनयमहोदय वाक्यं वदति वा रोपयति रोहयति रोपयति रोहयति अत्र रोधातु अन्यतरस्यां ऋच् अस्ति तर्हि रोपी भवति मत् रोपयति वाक्यं कः न कृषकः कृषकः क्षेत्रं बीजं रोपयति न न न रो वल् प्रायः रोपयति कृषकः क्षेत्रं बीजं रोपयति अन्यन्तस्थायां वाक्यं किमस्ति एकवारं वदतु न अन्यन्त अन्यन्त अन्यविषयाणां कृषकः क्षेत्रं बीजं रोपयति परन्तु अन्यन्त अवस्थायां बीजं बीजं क्षेत्रं रोपति न रोहति इति रूपं रोहति ओ क्षम्यतां रोपभक्त्यः रोहति अतः न केवलं बीजं रोहति बीजं रोहति बीजं क्षेत्रे रोहति बीजं बीजं क्षेत्रे रोहति बीजमिति तत्र किम् अस्ति लिङ्ग लिङ्गं किमस्ति तत्र बीजशब्दस्य लिङ्गं किम् बीज अहं केवलं स्मरामि बीजम् इस् बीजं बीजे बीजानि सो नपुंसक अस्ति बीजं नपुंसक अस्ति तर्हि बीजं क्षेत्रे रोहति इति वाक्यम् इदानीं न्यन्तवस्तुं किं बीजः इति अपि रूपमस्ति परन्तु अस्मिन् अर्थे नास्ति भिन्नार्थे इदानीं न्यन्तवस्थायां न्यन्तवस्था तर्हि ण्यन्त न क्षम्यतां ण्यन्तव्यवस्थायां व्यवस्थायां कृषकः कृषकः अत्र कृषकः बीजं क्षेत्रे यदि अहं वदामि रोपयति रोपयति सम्यक् अस्ति रोपयति किन्तु क्षेत्रसम्बन्धि अहं केवलं न अवगच्छामि क्षेत्रं भवति वा क्षेत्रं केवलं क्षेत्रम् इति किमर्थं न क्षेत्रम् इति कथं भवति क्षेत्रे इति तस्मिन् अधिकरणे अधिकरणे बीजं वर्धते इति अस्मिन् अर्थे अस्ति खलु बीज बीजं क्षेत्रे वर्धते इदानीं भवान् उक्तवान् कृषकः क्षेत्रे बीजं रोपयति इति कृषकः हेतुः भवति तत्र वर्धनार्थं क्षेत्रं क्षेत्रे इति उक्तं क्षेत्रे किं लक्ष्मी भगिनि क्षेत्रं सिञ्चति इति उक्तवती सिञ्चति किमर्थम् अत्र न क्षेत्रम् इत्यस्य प्रयोगः सिञ्चति इति धातु क्रियापद पदेन सह क्षेत्रम् इति भवति सम्यक् सम्यक् सेचनक्रियायाः कर्मपदं क्षेत्रम् इति वक्तुमिच्छति क्षेत्रम् अस्तु समीचीनं तत्तु भिन्न भिन्नविषयः अत्र तु क्षेत्रम् इति अधिकरणार्थे प्रयुक्तः अस्ति अधिकरणार्थे प्रयोगः शक्यते. महोदय, अत्र कृषकेण क्षेत्रं कर्षयति इति वक्तुमपि शक्यते खलु? कर्षयति इति वा, किमर्थं कर्षयति इति प्रयोगः अत्र? कर्षणम् इति न न, कृषकेण क्षेत्रं रोहयति वा? कृषकेण इति किमर्थम् उक्तवती? कृषकेण इति किमर्थम् उक्तवती? कर्मणि प्रयोगः. न तु कृषकः क्षेत्रे रोहयति. कृषकः बीजं क्षेत्रे रोहयति इति समीचीनमस्ति, परन्तु कृषकेन इति किमर्थम् उक्तवती? कर्मणि प्रयोगः न न न, अत्र आमां कर्मणि प्रयोगे नास्ति, अत्र कर्तृप्रयोगे एव. अस्तु, तर्हि इदानीं किञ्चित् अग्रे गच्छामः. हन् धातुः अत्र किं शुभदा भगिनी पठितुमिच्छति वा? आं भगिनि, पठामि. आमां, श्रूयते वा? श्रूयते. हन धातुः, हन अदादिगणे लटि हन्ति, अर्थः मारयति. हो हन्तेरिणिन्नेषु 7354 इति सूत्रक्रमाङ्कः. हन धातोः हकारस्य स्थाने कवर्गादेशः भवति यति णिति प्रत्यये परे, नकारे परे च. अनेतरतमः इत्यनेन कवर्गे हकारेण तुल्यघकारः अस्ति. संवारः नादः, घोषः, महाप्राणः च. अतः हकारस्य स्थाने घकारादेशः भवति. ञ च ण च यणौ इतरेतरद्वन्द्वः, तौ इतौ ययः नु, तौ इतौ ययौ नु, तौ इतौ यय तौ इतौ ययोः, तौ इणितौ बहुव्रीहिः, इणितौ च नश्च तेषाम् इतरेतरद्वन्द्वः, इणिन्नाः तेषु इणिन्नेषु. इक्षिपौ धातुनिर्देशे इति वक्तव्यम् इति वार्तिकेन धातुनिर्देशे हन् धातोः हन्ति षष्ठिविभक्तौ हन्तेः, हः षष्ठ्यन्तं, हन्तेः षष्ठ्यन्तम्, इणिन्नेषु सप्तम्यन्तं. त्रिपदमिदं सूत्रं. चजोः कुः घिण्यतोः इत्यस्मात् कुः इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं हन्तेः अङ्गस्य हः कु इणिन्नेषु. अत्र हन इति अदादिगणीयधातुः, हन्ति मारयति इति अर्थे. तत्र एकं सूत्रमस्ति अस्य धातोः कृते, हन् हो हन्ते ऋणिन्नेषु इति सूत्रम्. अत्र हो इति आदेशः अस्ति. हन् धातोः यदा यतिणिति प्रत्यये परे अपि च नकारे परे हकारस्य स्थाने ककारादेशः, क्षम्यतां, कवर्गादेशः भवति इति सूत्रं वदति. हन धातोः इति आदेशः नास्ति खलु? हो इति आदेशः नास्ति खलु? हकारस्य स्थाने, हकारस्य स्थाने कवर्गादेशः भवति इति, कवर्गस्य आदेशः भवति. अधुना स्थानेन्तरतमः इत्यनेन कवर्गस्य हकारस्य स्थाने संवारनादघोषप्रा महाप्राणः इत्यनेन तुल्यवर्णः घकारः भवति. अतः घकारस्य स्थाने कवर्गीयघकारः आगच्छति. अतः यदा यत्तिणित् प्रत्ययः परे भवति अथवा नकारः परे भवति चेत् हन् धातोः हकारस्य स्थाने घकारः भवति इति सूत्रं वदति. अत्र हन्तेः इति हन् धातोः इक्ष्टिपौ धातुनिर्देश इति वार्तिकमस्ति इत्यनेन अत्र हन् धातोः ष्टिपा निर्दिष्टः भवति. हन् धातुः ष्टिपा निर्दिष्टः भवति स्टिप् इत्यस्य ति इति तत्र भवति, अतः हन्ति इति धातुः, धातुनिर्देशे हन्ति इति भवति. हन्ति इत्यस्य षष्ठीविभक्तेः हन्तोः, क्षम्यतां, हन्तेः इति भवति. हन्तेः इति षष्ठ्यन्तं पदमस्ति. तत्र हन्तेः हकारस्य स्थाने घकारः भवति, यत् तणित् प्रत्यये परे अथवा नकारे परे इति सूत्रस्य आशयः. समीचीनम्. अग्रे अग्रे अग्रिमसूत्रम् अत उपधायाः. अत उपधायाः, उपधायाम् अतः वृद्धिः इतिणिति प्रत्यये परे. एतत् सूत्रं तु परिचितं सूत्रमस्ति. यत्र यत् तिणित् प्रत्ययः परे भवति चेत् उपधायाः इक् वर्णस्य वृद्धिः भवति इति सूत्रं वदति. अतः णिजन्ते अस्य सूत्रस्य प्रसक्तिः भवति यत्र उपधायां लघु इक् वर्णः अस्ति चेत्. क्षम्यताम्, उपधायाम् अतः वृद्धिः, क्षम्यतां, न लघु इक् इति न, अतः इति उक्तमस्ति. अतः ह्रस्व अकारस्य वृद्धिः भवति, अत् भवेत् तत्र. तर्हि अत्र सूत्रमस्ति हो हन्तेर्निन्नेषु इति सूत्रम्. इदं सूत्रं प्रसिद्धमस्ति न केवलं निजन्तप्रसङ्गे, अन्यत्र अपि भवति. नूल् प्रत्ययः अथवा यः कोऽपि प्रत्ययः णित् अस्ति अथवा इत् अस्ति, सर्वत्र अस्य सूत्रस्य कार्यं बहुधा भवति. तर्हि सूत्रार्थः कः इति चेत्, हन्तेः अङ्गस्य हनुधातोः हकारस्य कवर्गादेशः भवति. णिचि परे, अत्र णित् अस्ति इति कृत्वा णिति परे, णिति परे अथवा नकारे परे, अत्र त्रीणि निमित्तानि, हकारस्य कवर्गादेशः भवति. स्थाने अन्तरतमः इत्यनेन हकारस्य स्थाने महाप्राणघकारः आदिष्टः भवति इति एकं सूत्रं तत्र हन्धातोः विषये. निचन्तप्रसङ्गे सूत्रद्वयं प्रवर्तते, ओ हन्तेर्निन्नेषु इति एकं सूत्रम्, अनन्तरम् अग्रे हनस्तोच्छिन्नलोः इति अन्यत् सूत्रमपि वर्तते. तद्वयम् अग्रिमसप्ताहे परिशीलयामः. अत्र एतावता कोऽपि प्रश्नः अस्ति वा? भगिनि, एतत् सूत्रं केवलं हकारस्य स्थाने हकारादेशः तावदेव वदति खलु? तावदेव निमित्तं च वदति तस्मिन्नेव सूत्रे. निमित्तं हन्तेः हकारस्य, न हन्तु हकारस्य, हनधातोः हकारस्य केवलं, हनधातोः हकारस्य हकारादेशः निति निति नकारे परे च इति. हन् अस्ति चेत् तत् नकारस्य स्थाने तकारादेशः भवति खलु महोदय? न न, नकारस्य स्थाने तकारादेशः तत्तु अग्रिमसूत्रेण, छिन्नलोः इत्यनेन तत्तु न पठितम् एतावता, परन्तु तत् सत्यमेव. नकारस्य स्थाने तकारादेशः, हकारस्य स्थाने घकारादेशः, हन् इत्यत्र नकारस्य स्थाने तकारादेशः अपि भवति अग्रिमसूत्रेण. तद् अग्रिमसप्ताहे पठिष्यामः. कोऽपि प्रश्नः? अस्तु महोदय, धन्यवादः, शुभदिनं, नमस्कारः. धन्यवादः, नमस्कारः. धन्यवादः भगिनि. धन्यवादः. नमस्कारः. तत्र अष्टाध्यायी मध्ये, अष्टाध्यायी डाट् काम् मध्ये शद् इत्यस्य टु पेरिश्, टु विदर्, टु डिके, टु वेर् आफ् इति अस्ति. तत्र पुष्पाणि शीयन्ते इति उक्तं चेत् द फ्लवर्स् गेट् टेर्ड् आफ् और् विदर्ड् आफ् इति न भवति वा? इति एव भवति. पुष्पाणि शीयन्ते इति सम्यक् वाक्यं खलु? सम्यक् वाक्यं, पुष्पाणि क्षीयन्ते इति वाक्यं इदानीं तत्र इतोपि तत्र स्वयं न क्षीयन्ते परन्तु अन्यः हेतुः अस्ति इति वक्तुमिच्छामः चेत् तदानीम् आतपः पुष्पाणि शातयन्ति इति किमपि शातयति इति किमपि वक्तव्यम्। किमर्थं पृच्छामि चेत् तत्र वयं दृष्टवन्तः खलु तत्र अणिजन्तवाक्यं न भवति इति अदर् मीनिङ्ग् अदर् टु मीनिङ्ग्स् पीडयन्ति पीडनं करोति अपि च गमयति अनुदावति इत्यस्मिन् अर्थे तु अन्यन्तवस्थायां वाक्यं न भवति। अस्तु परन्तु क्षीणः भवति इत्यस्मिन् तु भवति यतोहि तदेव मूल अर्थः अस्ति षड् धातोः क्षीणः भवति इत्येव मूल अर्थः। अतः एव तत्र अष्टाध्याय डाट् काम् मध्ये पेरिश् फाल् विदर् डीके तत्र सर्वत्र क्षीणः भवति इत्येव अर्थः। परन्तु निजन्तवस्थायां भिन्नः अर्थः अपि लभ्यते। तत्र तु अन्यन्तवस्थायां वाक्यं न सम्भवति यतोहि तादृश अर्थः न लभ्यते। अस्तु अस्तु भगिनि अवगतम्। धन्यवादः भगिनि। धन्यवादः धन्यवादः धन्यवादः। किं तत्र केनापि किमपि उक्तं मया न श्रुतम्। I said I would like to congratulate everyone.